नमस्ते भगिनि. अस्तु, इदा यस्य हल तस्य य शब्दस्य लोपः भवति, तस्य इति किं स्वीकर्तव्यं? यस्य हलति सूत्रं वदति, यदि हल हल उत्तरस्य य शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे, यदि यकार एव स्वीकर्तव्यं, य शब्दस्य स्वीकर्तव्यं, यदि द्वयोः इति यदि वयं स्वीकुर्मः तत् का आपत्ति भवति इति, तस्य निवारणार्थं किं करणीयम् इति तस्य पाठम् अद्य वयं पठामः. पुनः अच परस्मिन् पूर्वविदो इति आरभ्य यदि वयं पठामः अस्माकं समाधानम् आगच्छति भगिनि. अच परस्मिन् पूर्वविदो इति यदि यङन्त इति प्रकरणम् अस्ति, तत्र ये यानि उदाहरणानि सन्ति ले लिख्य मोमुद्य तदनन्तरम् आगच्छति. अच परस्मिन् पूर्वविदो इत्यस्य आरभ्य वयं पठितवन्तः वर्गे. सो अच परस्मिन् पूर्वविदो परनिमित्तिक अजादेश स्थानिवद् भवति पूर्वविधौ कर्तव्ये. अच स्थाने य आदेश स अजादेश, यस्य स्थाने आदेश विधीयते स स्थाने अजादेश. स्थानिवत् नाम य आदेश अचः स्थाने विहितः स पुनः मूल अच इव स्थानिवत् भवति. पूर्वविधौ नाम सः स्थिति यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधि पूर्वविधि षष्ठी तत्पुरुष तस्मिन् पूर्वविधौ अच षष्ठ्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रं. स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इति अनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अच आदेश स्थानिवत् परस्मिन् पूर्वविधौ. तो अच परस्मिन् पूर्वविधौ इति सूत्रमस्ति, तत् वदति परनिमित्तक अजादेश स्थानिवत् भवति पूर्वविधौ कर्तव्ये. परनिमित्तक इत्युक्ते किं? यदि सोपानानि त्रीणि भवन्ति, यथा अस्माकम् उदाहरणम् अस्ति नेनिज्य यदि वयं स्वीकुर्मः, सो नेनिज्य प्रथमं सोपानम् अस्ति यकारस्य लोपः भवेत् वा इत्यव्य तत्र पूर्वविधीयत अकारस्य लोपः भवति यदा अकार य शब्दस्य अकार इति अग्रे आगच्छति. यदि वयम् अकारस्य इति लोपं स्वीकुर्मः तत्र प्रथमं तस्य परनिमित्तकम् अस्ति आर्धधातुकप्रत्यय इत्यव्य. सो पूर्वविद् तत् अस्ति परनिमित्तक अजादेश यत् अस्ति यत् लोप अकारलोप भवति. तदानीं द्वितीयसोपाने यत् इदानीं ने निज् इति अस्ति अस्ति तत्र इकार यत् अस्ति इकार इति भवति उपधायां. पुगन्तलघुपदस्य इति प्रसक्तिः भवति. इदानीं पुगन्तलघुपदस्य इति यत् सूत्रम् अस्ति तत् भवति यत् अजादेश इदानीम् आगच्छति यत्र लोपम् अभवत् तस्य पूर्वं देशकरीत्या पूर्वम् अस्ति पुगन्तलघुपदस्य कार्यं. देशिकरीत्या इत्युक्ते अकारस्य पूर्वं भवति इत्यत्र उपधायाम् इकार अस्ति, तत्र पुगन्तलघुपदस्य ने नेज् इति भवति. किन्तु इति तत् स्थानिवत् वयं वदामः, अजादेश स्थानिवत् भवति परनिमित्तक अजादेश. पूर्वविधौ यत् इदानीम् अहम् उक्तवती देशिकरीत्या इति स्वीकृतव्यं. सो परस्मिन् इति अस्ति सप्तमी निर्देशे परनिमित्तक इति सूचयति, पूर्वविधौ इति विषय सप्तमी अस्ति. सो अच आदेश स्थानिवत् परस्मिन् पूर्वविधौ इति, यदि अस्मिन् यस्य हल तस्य अग्रे चर्चा आगच्छति, इदानीं एतत् वदामि. स्थानिवत् अच परस्मिन् पूर्वविदो यत् अच लोप भवत् तत्र अजादेश स्थानिवत् भवति, तत् स्थानीवद् मत्वा यत् पूर्वविधिकार्यं भवति सूत्रेण तत् बाधितं भवति, अतः इष्टं रूपम् आगच्छति। साधु अस्तु भगिनि, अस्तु अग्रे अहं पठामि, अन्य कोऽपि पठति। भगिनि किम् उक्तवती अन्तिम, अतः इष्टरूपं किं भवति इति अहं न पुनः पृच्छतु। अन्तिमवाक्यं वदति उक्तवती किल तत् अतः परस्मिन् इति कार्यं न करोति, अतः इष्टरूपं ओ इष्टरूपम् यदि अच्छ परस्मिन् पूर्वविदौ इति कार्यं न करोति तत्र तो पुगन्तलघुपदेशस्य प्रसक्ति भवति, साधु अकार नास्ति तत्र तो ले ने नेज् इति भवति, गुणकार्यं भवति, किन्तु इति इष्टरूपं नास्ति ने नेज्य, अस्माकम् इष्टरूपं भवति ने निज्यति इति भवति, ने निज्यत ने निज्यतव्य इति भवति, न तु ने नेजितव्य इति भवति, इति इष्टरूपं अस्माभिः अच परस्मिन् पूर्वविधौ कर्तव्यम् इति कार्यं कथं कर्तव्यम् इति अग्रे आगच्छति। भगिनि कुत्र, भगिनि अहं तु श्रुतवती किन्तु कुत्र अस्ति करपत्रे इति न अवगच्छामि। ओ यत्र भगिनी यङ् प्रत्यात् यङ् प्रत्यय षष्ठं बिन्दु अस्ति, यङन्तधातूनां तव्यत्वं सृजन्त रूपसिद्धि, तस्मिन् एते उदाहरणानि सन्ति। आरम्भतः पठितवती वा भवती अच परस्मिन् पूर्व तदनन्तरं तर्हि अधुना यस्य हलः इति इति पठितव्यं यदा पुगन्तलघुपदेश इत्यनेन उपधायां स्थितस्य लघु एकगुणजायमान तदा इत्तव्य इत्थम् इत्र निमित्तं मत्वा अल्लोपस्थानिवद् भवति, अतः उपधागुण न सम्भवति इति इष्टकार्यमस्ति। अधुना यस्य हलति पठनीयं। धन्यस्ति भगिनि। मणिमहोदय पठति वा महोदय। यस्य हलः हल् उत्तरस्य य शब्दस्य लोपो भवति आददात्ये प्रत्यये परे, यस्य षष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदन्तसूत्रम् अधो लोपः इत्यस्मात् लोपः इत्यस्य अनुमतिः अङ्गस्य आददात्ये इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोप आददात्के यस्य हलः इति सूत्रं वदति हल् वर्णस्य परे यकारः अस्ति चेत् तत् सम्पूर्णतया अकारः लोपो भवति, निमित्तमस्ति आर्धधातुकप्रत्यये परे इति। अग्रे पठामि महोदय। अत्र प्रश्नः आगतः यत् यस्य हलः इत्यनेन यः शब्दस्य लोपो अनन्तरं यदा पुगन्धलोपदिश्य च इत्यनेन गुणः जायमानः तदा इतव्य इतुम् इतृ निमित्तं मत्वा अल्लोपः स्थानिवत् भवति इत्यस्मात् उभधागुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वम् अकारे एव वा सम्पूर्ण यशब्द वा तत्र मात्रा उच्यते यत् च परस्मिन् पूर्वोद इत्यनेन परनिमित्तक अजादेः स्थानिवत् भवति पूर्वोद कर्तव्ये, अत्रैव सूत्रात् अस्यां परिस्थितिः समस्या जायते यतोहि यः शब्दस्य लोपः अजादेश एव नास्ति, अतः यः शब्दस्य लोपप्रसङ्गः इति चेत् अच परस्मिन् पूर्वविद उद्देश्य प्रसक्तिः एव नास्ति। अत्र यस्य हलादि सम्पूर्णतया लोपः भवति यकारः अस्ति चेत् पोहन्दलप्रदेशे इत्यनेन गुणः ले ले इति भवितुम् अर्हति, परन्तु इतव्य इत्युम् इति प्रत्ययः अस्य परे अस्ति चेत् एव अत्र अकारः सान्निवत्तं भवति इति, परन्तु अत्र शिवपरस्मिन् पूर्वोद कर्तव्ये कार्यं न कर्तुं शक्नोति किमर्थं चेत् माता उच्यति परन्तिक अजादेशानि भवति पूर्वोदकर्तव्ये इति अतः अत्र यः शब्दः पूर्णतया लोपः भवति चेत् अत्र अजादेः नास्ति अतः अच परमसत् पूर्वोदौ इति सूत्रस्य प्रसक्तिः अत्र नास्ति इति अत्र आं महोदय अच परमस्मिन् पूर्वोदौ इति प्रसक्तिः एव नास्ति यः शब्दः पूर्णतया लोपः भवति चेत् अत्र अजादेशे सान्यत्वम् इति न कर्तव्यम् इति मत्वा अल्लोपः नास्ति इति मत्वा च परस्मिन् पूर्वोदौ सूत्रमपि अत्र भवति समाधानत्वमेव भगिनी पठति वा आम् कुत्र महोदय समाधानत्वेन इति महोदय सव्यत्वमुन् तृच् इति करपत्रे भागः वर्तते अतो लोप अग्रे तु विमला भगिनी पठतु अहं भगिनी तस् तदा तु करपत्रं स्वीकरोतु तत्र कुत्र अस्ति इत्युक्ते एकनिमिषम् 7.6.2 इति अस्ति खलु तत्र आं भगिनि अत्र एकनिमिषः समाधानत्वेन मातृभिः प्रतिपाद्यते यत् यस्य हलः इत्यनेन य शब्दस्य लोपो न भवति यकारस्य एव लोपः तदा अतो लोपः इत्यनेन अकारस्य लोपः अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे प्रथमं यस्य हलः तदा अतो लोपः यदि अतो लोपः इत्यस्य कार्यं प्रथमं क्रियते तर्हि यस्य हलः इत्यस्य प्रसक्तिरेव न भविष्यति यकार उत्तरवर्ति अकारस्य अभावात् अग्रे अस्य कारणं स्पष्टीक्रियते यस्य हलः इत्यनेन यकारस्य एव लोपः इयम् आश्चर्यस्य वार्ता यतोहि यस्य हलः इत्यस्य काशिकाव्याख्यायां लिखितमस्ति यत् हल उत्तरस्य य शब्दस्य आर्धधातुके लोपो भवति सिद्धान्तकौमुद्याञ्च हलः परस्य य शब्दस्य लोपः स्यात् आर्धधातुके तदुत्तरे माता वदति यत् द्वयोः ग्रन्थयोः य शब्दः इत्यस्य अर्थः एवं नास्ति यत् यकार अकारयोः लोपो भवति उभयग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात् सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यम् अग्रे पठनीयं वा एतत् परिच्छेदस्य चर्चा विवरणं करोतु भगिनि अस्तु अत्र यस्य हलः इत्यस्य शब्द यः शब्दस्य लोपः न भवति इति माता वदति यतोहि यद्यपि काशिकायां एतावता लिखितं यत् हल् उत्तरस्य यः शब्दस्य आर्धधातुके लोपो भवति तथा एव सिद्धान्तकौमुद्याम् अपि हलः परस्य यः शब्दस्य लोपः स्यात् आर्धधातुक इति उच्यते परन्तु अत्र यस्य हलः इत्यस्य सूत्रे माता वदति यत् प्रथम यकारस्य पूर्ण य शब्दस्य लोपः न भवति प्रथम यकारस्य लोपः भवति तस्य पश्चात् अतो लोपः इत्यनेन अकारस्य लोपः भवति तदपि आर्धधातुकः परे अस्ति इति कृत्वा अपि च यदि वयम् अतो लोपः इत्यनेन प्रथमम् अकारस्य लोपं कुर्मः तर्हि यस्यः इत्यस्य सूत्रेण यस्य हलः इत्यस्य प्रसक्तिः न भवति यतोहि अस्मिन् सन्दर्भे यकार यस्य लोपस्य कारणं यकार उत्तरवर्ति अकारस्य आवश्यकमस्ति यदि यकार उत्तरवर्ति अकारः न भवति तर्हि यकारस्य लोपः अपि न भवति इति उक्तमस्ति. अस्य कारणमस्ति सङ्घातग्रहणमिति. सङ्घातग्रहणं किम् इति अग्रे दीयते. तर्हि सङ्घातग्रहणम् इति कारणेन केवलं यकारस्य एव लोपः, न तु यशब्दस्य इति उक्तम् सङ्घातस्य द्वयोः अपि उपस्थितिः आवश्यकम्. अकारस्य य उत्तरवर्ति अकारस्य उपस्थितिः नास्ति चेत् तद् यकारस्य लोपः न भवति. उपस्थितिः अस्ति एव चेत्, यकारोत्तरवर्ति अकारः अस्ति चेदेव यकारस्य लोपो भवति, तत्पश्चात् अतो लोप इत्यनेन अकारस्य लोपो भवति इति. तदेव सङ्घातग्रहणम् ओ इति अग्रे उच्यते. अस्तु, आम् आम्. धन्यवादः. सूर्यकुमारी भगिनी, भगिनी प्राप्तवती वा भगिनी अत्र? न भगिनि, तत्र कर् भगिनी अत्र चाट् मध्ये प्रेषितवती खलु लिङ्क्, ततः 7B आरम्भे पश्यति चेत् तत्र लिङ्क् अस्ति खलु, तत्र 7 something अस्ति यथा उक्तवती. सेवेन् डाट् सिक्स् डाट् टु अस्ति. तत्र अधो अगे गच्छति चेत् तत्र प्राब्लि हव् टु मूव् लैक् 3-4 पेराग्राफ्स् अण्ड् देन् यु हेव् लिख्य योगयितव्य. समाधानत्वेन मातृभिः इति अस्ति खलु, तस्य परिच्छेदस्य अनन्तरम् अर्धधातुप्रकरणं 7 वर्गः. न भगिनि, the link is in chat bagini, it is in my email as well bagini, go to that link and then click on 7.6.2. le likhe praptavati va? Did you open the tamantrich karpatram? Let Aruna Bhagini read and then we'll come back. Namaste Bhagini. Lelikya yavaha itavya pradamam yasa halaha ityanena yakara lopaha jayate. Lelikha iti amasasputi yavaha itavya ato lopaha ityanena al lopaha. लेलिक् योगः इतव्य अतः परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवत् उगन्तलघुपदस्य च इत्यनेन गुणकार्यं न भवति. लेलिखितव्य इति अत्र दत्तं पदमं यस्य हलः इत्यनेन पदमं यकार इत्येव लोपः भवति. तदनन्तरम् अतो लोपः इत्यनेन अल्लोपः भवति. अधुना पुगन्तलघुपदस्य कार्यं कर्तुं वर्तते, परन्तु अतः परस्मिन् पूर्वविधेन अकारलोपस्थानिवत् भवति. अतः पुगन्तलघुपदस्य च इति सूत्रम् अकार दर्शति, अतः गुणनिषेधः भवति. इदानीं प्राप्तं भगिनि. सम्यक् भगिनि, आं भगिनि एकनिमिषम्. वयं सुगन्तलघुपदस्य चैते सूत्रम् उपयुज्यते, गुणः भवति, तत् इष्टरूपं न भवति. ततः अस्य परस्मिन् पूर्वविदो इत्यनेन अकारस्य लोपः स्थानिवत् भवति. अतः उगन्तलघुपदस्य सूत्रं कार्यं कर्तुं न शक्यते. यथोक्तं माता वदति यत् यस्य हलः इत्यनेन या शब्दस्य यकार अकारयोः लोपः यदि स्यात् तर्हि अतः परस्मिन् पूर्वविदो इत्यस्य प्रसक्तिः एव न भविष्यति. यतोहि अचः एव स्थानिवत् वक्तुं विधीयते तत्र च अकारः स्थानी नास्ति अपि तु या शब्दः एव स्थानी तदस्यां तस्यां दशायां स्थानिवत्त्वं न भवति अत्र अन्यवदं कौमुद्याम् अत्र दत्तं यस्य लोहस्य यस्य हलः इत्यनेन या शब्दस्य अर्थमस्ति यकार आकार द्वयमपि लोपः भवति तत् भवति चेत् अतस्परस्मिन् पूर्वविधौ खा प्रसक्ति एव नास्ति किमर्थमस्ति अत्र अकारलोपः नास्ति किं यकार आकारलोपः अस्ति अतः अतस्परस्मिन् पूर्वविधौ कार्यं कर्तुं न शक्यते लेलिख्या योगयितव्य इति स्थले अतो लोपः इत्यनेन एव अकारस्य लोहः भवति न तु यस्य हलः इत्यनेन प्रमाणार्थं यस्य हलः इत्यस्य पदमञ्जरीवाक्यायां माता प्रदर्शितवती यत् अवश्यं च अतो लोपः एव अत्र इष्टव्यः अन्यथा पापचक इत्यादौ अतः पदायाः वृद्धिः स्यात् तानि भावान् न भवति भावं न भवति तस्मात् सङ्घातस्य गहनम् अवयवसतु लोप इति तदेव युक्तम् पच् युगः यं पापच्य युक्तं भवति नूनपटि अस्ति यस्य हलः इत्यनेन यकाराकार सर्वम् अपगच्छति नूल् अकारसहितयकारस्य लोपेन अतः परस्मि पूर्वविदो इत्यस्य प्रसक्तिः स्थानवत्तिभावात् अथ उपादायः इति वृद्धि पापाचक इति अनिष्टरूपं यदि क्रमेण यस्य हलः इत्यनेन यकारलोपः यकारशब्दः लोपः क्रियते अपि च अतो लोपः इत्यनेन अकारस्य लोपः तदा अतः परस्मिन् पूर्ववेदस्य अतः उपादाय इत्यनेन वृद्धियुक्तं नास्ति तस्मात् पापचक इति रूपम् अहं मन्ये अत्र अन्य उदाहरणं दत्तं यस्य प्रथमं सामान्यतया अतोलोपः कार्यं करोति प्रथमम् अस्ति चेत् अकारलोपः भवति न तु सतोलोप सूत्रेण एव अकारः लोपः भवति न तु यस्य हलः इति सूत्रेण अत्र अतोलोपः एव इष्टव्यम् अन्यथा उदाहरणं तदर्थं पापचक इत्यनेन अत उपादायाः वृद्धिः स्यात् ओके तदर्थम् उदाहरणमस्ति पापचक इति अत्र अत उपादाय वृद्धिः स्यात् किमर्थमिति चेत् नावगतं भगिनी वृद्धिः स्यात् यथा भगिनी पूर्वम् उक्तवती एवम् अस्ति अतो लोपः इत्यनेन अकारस्य लोपः भवति न तु यस्य हलः इत्यनेन पूर्वं भगिनी यथा पठितमस्ति खलु यस्य हलः इत्यनेन केवलं यकारस्य लोपः तदनन्तरम् अतो लोपः इत्यनेन अकारस्य लोपः भवति न तु यस्य हलः इत्यनेन द्वयोः वर्णयोः लोपः नास्ति प्रथमं यस्य हलः इत्यनेन एकारस्य लोपः द्वितीयम् अतोलोपः इत्यनेन अकारस्य लोपः यदा अतोलोपः इत्यनेन अकारस्य लोपः जायते तदा एव यदा अतोपदायः कार्यं कर्तुम् इच्छति, आगत्य वृद्धिकार्यं कर्तुं इच्छति, तदा तु अच परस्मिन् पूर्वविधौ इत्यनेन तत्र तस्य प्राप्तिः न भवति खलु, निषेधः. किन्तु यदि यस्य हलः इत्यनेन यकार अकारयोः उभयोः लोपः जायते, तदा तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति, साक्षात् अजादेशः नास्ति खलु. पुंसकीय यकार अकारयोः स्थाने यदि आदेशः जायते, यशब्दस्य आदेशः जायते, तदा तु अजादेशः नास्ति, यशब्दस्य आदेशः अस्ति, न तु अजादेशः इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति खलु. तस्य प्रमाणम् अत्र दत्तम्, मात्रा प्रदर्शितं. किं प्रदर्शितवती इत्युक्ते, पदमञ्जरीव्याख्यायां माता प्रदर्शितवती यत् अवश्यं च अतोलोपः एव अत्र एष्टव्य अत्र इष्टव्यः एष्टव्यः इति. इत्युक्ते अत्र किम् इष्टव्य इत्युक्ते, यस्य लोपः प्रथमं यकारस्य लोपं कृत्वा तदनन्तरम् अतोलोपः इत्यनेन अकारस्य लोपः जायते इत्येव इष्टम् इत्येव, तदा एव इष्टरूपं प्राप्नुमः इति पदमञ्जर्यं दत्तम् अस्ति. किम् अन्यत् किं दत्तमस्ति इत्युक्ते, अन्यथा किं भवति, पापाचक इत्यस्मिन् यदि पूर्णतया यशब्दस्य एव लोपः जायते चेत् अतोपदयः इति उपदवृद्धिकार्यं भवति खलु, सार्वगावः आगच्छति न भवति इति कृत्वा अतोपदायः इति वृद्धिकार्यं भवति, तदा तु पापाचक इति अनिष्टं रूपं प्राप्नुमः, तत् मास्तु खलु इति कृत्वा अतो लोपः इत्यस्य एव अनेन एव अकारस्य लोपः भवति, न तु यस्य हलन्ति. तेन किम् अवगच्छामः इत्युक्ते, किन्तु काशिकायाम् उक्तमस्ति सङ्घातग्रहणम् इति उक्तमस्ति, तत्र भ्रमः जायते. सङ्घातः इत्युक्ते चेत् सङ्घातः इति, सम् इत्युक्ते मिलित्वा इति, घातः इत्युक्ते नाशः इति खलु. तत्र सङ्घातस्य ग्रहणं, तर्हि अत्र सङ्घर्षमितं सङ्घात इति शब्दस्य अहं शब्दकोशे पश्यामि एकनिमिषं, तदा तु सम्यक् अवगच्छामः. सङ्घातः इत्युक्ते असोसियेशन् इत्येव अस्ति, तत्र नाशः इति अर्थः नास्ति. सङ्घातः इत्युक्ते असोसियेशन् इत्येव अस्ति, असोसियेशन् आवश्यकं, सङ्घातग्रहणं ग्रहणं आवश्यकं, मिलित्वा एव ग्रहणं भवति. यदि यकारात् परे इकारः अस्ति, यकारात् परे उकारः अस्ति, तदा तु यस्य हलः इत्यस्य कार्यं न भवति. किमर्थं? सङ्घातग्रहणं नास्ति, इकारकारयोः मेलनं नास्ति. यदा यकार अकारयोः मेलनमस्ति, सङ्घातः इत्युक्ते असोसियेशन् वर्तते, तदा एव सूत्रस्य यस्य हलः इति सूत्रस्य ग्रहणमस्ति. इत्युक्ते काशिकायां यद्दत्तमस्ति साधु एव. अस्माकं भ्रमः कुतः जातः इत्युक्ते, सङ्घातः इत्युक्ते मिलित्वा उभयोः तत्र लोपः जायते इति भ्रमः जातः, तथा नास्ति. मिलित्वा उभयोः ग्रहणं भवति, तदनन्तरं लोपः तु केवलं अवश्यस्तु लोप इति तदेव युक्तम्. इत्युक्ते लोपः तु केवलं यकारस्य एव भवति, तत् तस्य कृते तु किमर्थं यकारस्य एव भवति इति भिन्नसूत्रं वयं पठितवन्तः खलु. किं सूत्रम् आसीत्? अदो आदेः परस्येति पठितं. भगिनि ग्रहणम् इत्युक्ते मिलित्वा एव, मिलित्वा यदा आगच्छति यकार अकारः शब्दः आगच्छति, तदा एव सूत्रस्य ग्रहणम् इति. भव्या भगिनी, एकः मूलभूतः संशयः अस्ति मनसि, मया पूर्वमपि पृष्टमासीत् अस्मिन् वर्गेण, स्थानिवद्भावः अनल्विधौ इति यद् सूत्रम् उक्त वदति, तस्य कारणेन यदा वयं य इति शब्दस्य लोपं कुर्मः, तर्हि तत् स्थानिवत् न भवति किं? यकार अकारयोः मिलित्वा वर्णद्वयमस्ति इति कृत्वा अनल्विधिः न भवति किम्? अत्र स्थानिवद्भावो अनल्विधौ इत्यस्य कार्यं नास्ति भगिनि, अत्र तु अचः परस्मिन् तत् अवगतं, परन्तु यदि स्थानि अस्ति, य इति स्थानि, य इति पूर्णतया गतम्, अपि च सः स्थानि इति वयं स्वीकुर्मः, तर्हि तस्य स्थानिनः कारणेन ले लिखित्यत्र इकारः उपधायां नास्ति खलु, तदा ख इति उपधायाम् अवशिष्यते. तेन कारणेन किमर्थं य इत्यस्य लोपः, य इति स्थाने उद्भावेन किमर्थं न स्वीकुर्मः? न अवगच्छ न अवगच्छामि भगिनि. स्थानिवद्भाव भाव निर्मितो इति सूत्रं विधिकार्यार्थं तत्र किं भवति, स्थानिवद्भावः स्वीक्रियते, अल्विधिकार्येषु न तत् न स्वीकुर्मः इति अस्ति खलु. अत्र स्थानिवद्भाव गुणधर्मः न अपेक्षितः खलु. यशब्दस्य यदा लोपादेशः भवति, यदि कुर्वति यशब्दस्य लोपादेशः भवति इति चिन्तयतु, तदा तु पूर्णच आदेशः यदा भवति तस्य गुणधर्माः तत्र आरोपयम् किमपि गुणधर्मस्य अपेक्षा अस्ति वा? अस्तु, इत्युक्ते यदि तस्य एतत् स्वीकुर्मः यत् यकारस्य लोपः न अभवत् भवति परन्तु न अभवत् स्थानिवत् आदेश इत्यनेन गुणधर्मस्य अपेक्षा नास्ति इति कृत्वा स्थानिवत् न भवति. द्वितीयम् अल्वर्णस्य समान अल्विधिकार्यं यकारनिमित्तिकम् अल्विधिकार्यं किमपि अपेक्षितं वा? अकारनिमित्तिकं वा अकारनिमित्तिकं वा अल्विधिकार्यम् अपेक्षितं वा? न तत् तत् न जानामि, केवलं संशयः एवं. यदि यकारः तत् पूर्णतया अलुप्तः, यशब्दः लुप्तः, तर्हि उपधायां चित्रस्य इकारस्य गुण भवति खलु. तर्हि न लुप्त न लोपः न कृतः, तर्हि इकारः उपधायां न स्थास्यति, तेन कारणेन तस्य गुणं न भवति खलु. अनिष्टं रूपं यदि गुणः भवति तत्तु अनिष्टं रूपमस्ति खलु. परन्तु तत् बाधते, यः शब्दः तत् बाधते, यस्य स्थानिवद्भावेन यदि तस्य लोपः स्थानिवदेव स्वीक्रियते. स्थानिवद्भावः इति अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः यः आरोपितः अवगच्छामि, परन्तु तस्य आवश्यकता एव नास्ति. अनल्विदौ इति सूत्र उभयोः भवती मिश्रणं करोति, भिन्नप्रयोगाः वर्तन्ते उभयोः सूत्रयोः. अस्तु, स्थानिवत् आदेशवनल्विदौ तत्र किं वदति? आदेशः स्थानिवत् भवति इति वदति. किं स्थानिवद् इत्युक्ते किं किं गृह्यन्ते इत्युक्ते गुणधर्माः गृह्यन्ते. अस्तु, अत्र गुणधर्मः अपेक्षितः वा? यः शब्दस्य कश्चन गुणधर्मः अस्ति वा? धातु न इत्युक्ते तस्य अस्तित्वेन उपधायां यद् ई अस्ति तस्य अस्तित्वेन अनन्तरं वदतु. उपधा कार्यम् अनन्तरं पश्यामः. यः शब्दस्य कश्चन गुणधर्मः अस्ति वा? संज्ञा अस्ति वा? तद् न जानामि. किमपि तद्भागः कर्तुं शक्नुमः. अन्यथा पश्यामः, वर्णनिमित्तिकं किमपि कार्यम् आगत्य कार्यं कर्तुम् इच्छति वा? यः शब्दनिमित्तिकं कार्यम् नास्ति इति मन्ये. शब्दनिमित्तिकं कार्यं नो चेत् यकारनिमित्तिकं कार्यं, यशब्दनिमित्तिकं कार्यं नो चेत् अकारनिमित्तिकं कार्यं किमपि आगत्य कार्यं कर्तुम् इच्छति वा? अधुना नास्ति खलु. तर्हि अस्य सूत्रस्य प्रसक्तिः प्राप्तिः अत्र नास्ति. तत्तु स्थानिवदादेशवनल्वेदौ इति सूत्रं परिभाषासूत्रमस्ति खलु, तस्य अत्र आवश्यकता नास्ति. अस्तु, किन्तु अचः परस्मिन् पूर्वविधौ इत्यपि परिभाषासूत्रमस्ति. अचः परस्मिन् पूर्वविधौ इत्यस्मिन् स्थानिवद्भावः इति भागः पूर्णतया अनुवृत्तिः भवति. किम् अस्ति अत्र अच अजादेशः सानिवद् भवति पूर्वविधौ कर्तव्ये इति अन्यसूत्रमस्ति. अधुना तु पूर्वविधिकार्यमस्ति अस्माकम् इति कृत्वा अस्य सूत्रस्य चिन्तनं जायमानः अस्ति. यदि पूर्णतया यकारस्य स्थाने य शब्दस्य स्थाने यदि लोपादेशः जायते तदा यशब्दः किम् अस्ति अजादेशः वा इति चिन्तनं जायमानम् अस्ति. यदि अजादेशः तत्तु अजादेशः नास्ति नास्ति इति कृत्वा किं भवति? तदा किं भवति? अजादेशः नास्ति इति कृत्वा पूर्णतया यः शब्दस्य लोपः जायते तदा उपादायं वर्णः कः अस्ति? इकारः. ले लिख्यते चेत् इकारः अस्ति, तदा ले लेख इति भवति खलु. ले लेखितव्य इति भवति, अनिष्टं रूपं प्राप्नुमः. तर्हि अस्माकम् अवगमनं, सूत्रस्य अवगमनं तत्र दोषाय अस्ति इति अवगन्तुं शक्नुमः. यदा साधुरूपं न प्राप्नुमः तदा एव वयम् अस्माभिः ज्ञायते यत् सूत्रावगमनम् अस्माभिः सम्यक् न कृतम् इत्युक्ते य शब्दस्य पूर्णतया लोपः न जायते इति अवगन्तः. तदवगतं. मम प्रश्नः केवलम् एषः यत् किमर्थं पूर्णयशब्दः यदि वयम् एतत् स्वीकुर्मः यत् यत् यस्य इत्यनेन पूर्णतया तस्य लोपः भवति यदि यदि तर्हि तत् लोपः किमर्थं स्थाने वत् न भवति इति. केवलम् केवलम् अचः लोपः स्थानिवत् एव किम्? आम् पूर्वविधौ कर्तव्य तदापि पूर्वविधौ कर्तव्ये एव स्थानिवत् भवति. अनन्तरं स्थानिवद्भावः इति वदामः चेत् यदि वर्णाश्रितं भवतु नो चेत् गुणधर्माः आरोपयामः. उदाहरणार्थं धातोः भूधा अस्धातोः स्थाने भूधातुः भू धातुः आगच्छतु. आम् आम् तदपि धातुः इति स्वीकुर्मः. नो चेत् कदाचित् प्रत्ययस्य आगमः भवति, अन्यप्रत्ययः आगच्छति. उदाहरणार्थं तव तु किमस्ति त्वा इत्यस्य रूपे ल्यप् आगच्छति. तदा तु ल्यप् इति शब्दस्य अपि स्वा प्रत्यये संज्ञा जायते. किमर्थं स्थानिवदादेशः जातः गुणधर्म आरोपी. अस्तु तादृशकार्यं किमपि. धन्यवादः भगिनि. भगिनि सरला भगिनि, विद्या भगिनि उक्तं द्वौ वर्णलोप न भवति अत्र. यः यः शब्दः इत्यनेन यकार आकार लोपः भवितुं न शक्यते केवलं. तदेव भगिनि अवगच्छति, किन्तु तस्याः प्रश्नः यदि पूर्णतया जायते तदा स्थानिवद् आदेशनुर्विधौ इति सूत्रस्य कश्चन प्रसक्तिः भवति वा इति. स्थानिवद्भावस्य आवश्यकता एव नास्ति खलु? गुणधर्मः आरोपितः न भवति. अनन्तरम् अचः परस्मिन् पूर्वविधौ इत्यस्य अपेक्षा वर्तते. किमर्थं पूर्वविधौ कर्तव्यम् इत्यनेन पूर्व आदेशः भवति खलु, गुणकारकार्यम् आगच्छति इति कृत्वा सस्य सूत्रस्य चिन्तनं जायम. यदि पूर्वविधिकार्यं नास्ति चेत् यत्र यत्र पूर्वविधिकार्यं नास्ति तत्र तत्र तत्र तु अस्य अपेक्षा एव नास्ति. अचः परस्मिन् इति चिन्तयितुमपि न आवश्यकम्. अस्तु तर्हि अवश्यं तु तर्हि सङ्घातस्य ग्रहम् इत्युक्ते यकार अकारयोः मिलित्वा ग्रहणं जायते. किन्तु लोपः तु केवलं यकारस्य एव भवति. तद् अग्रे अयम् आगच्छति इति मन्ये तत्र किमस्ति अधेः परस्य इत्यनेन. तदनन्तरं पच्ययोगः यङ् इत्यस्मिन् पापच्य इति भूत्वा यङ् रूपं भूत्वा नूल् प्रत्ययः आगच्छति. अधुना तदा तु यस्य हलः इत्यनेन पापच् इति यस्य हलः इत्यनेन अधुना किं जातं? यदि अकारसहित यकारस्य लोपः जायते चिन्तयामः, दोषाय चिन्तयामः, तदा किं भवति? नूळ् इति अत्र तु स्मरन्तु पदमञ्जर्यां दत्तम् इत्युक्ते दोषाय उदाहरणं प्रदर्श्य तथा मास्तु इति अवबोधं दोषरूपम् अधुना दोषाय किम् अस्ति प्रक्रिया तु दोषाय प्रदर्शितमस्ति. तर्हि यस्य हलः इति यदि यशब्दस्य लोपः जायते तदा तु किं भवति? पापचोगः नूल् भूत्वा अधुना किं भवति? अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति. अथ उपतायः इति सूत्रमागत्य नूल् प्रत्ययः अस्ति खलु, निजन्तमस्ति निच् अस्ति इति कृत्वा अथ उपदायः इति नित् अस्ति इति कृत्वा अथ उपदायः इत्यस्य प्रसक्तिर्भूत्वा पापाचक इति भवति. नुल् इत्यस्य स्थाने अक इति आदेशः अपि भवति खलु, तदपि शब्दः अस्ति तदा तु स्थानिवद्भावः भवति. नुल् इति प्रत्ययः अस्ति तस्य स्थाने अक इति शब्दः आगच्छति, अकशब्दस्यापि प्रत्ययसंज्ञा भवति इति कृत्वा पापच् इति अङ्गं भवति. तत् भिन्नकार्यमस्ति. किन्तु अत्र अतोपदायः इत्यस्य वृत्तिकार्यं न अपेक्षितम्, अनिष्टं रूपं प्राप्नुमः पापाचक इति अनिष्टं रूपम् इति कृत्वा वयं यस्य हलः इत्यस्मिन् इत्यनेन यकारलोपः क्रियते इति स्मर्तव्यम्. तदनन्तरम् अतो लोपः इत्यनेन अकारकार्यं कृत्वा अकारस्य लोपं कृत्वा अचः परस्मिन् पूर्वविधौ इति स्थानिवद्भावं स्वीकर्तुं शक्यते. तदा किं भवति? स्वानिवद्भावः आगच्छति इति कृत्वा पूर्व अतोपदायः इति पूर्वविधिसूत्रस्य दृष्ट्या केवलं दृश्य साक्षात् तु अत्र सानिवद्भावः नास्ति खलु. लोपः तु जातः, अकारस्य लोपः जातः, अकारः कदाचिदपि लोपः नास्ति. केवलं किम् अस्ति, यदि पूर्वविधिकार्यस्य दृष्ट्या एव अतोपदायाः इति सूत्रम् आगत्य कार्यं कर्तुम् इच्छति पूर्वविधिः, तस्य दृष्ट्या सः तत् सूत्रम् अकारं पश्यति इति अस्ति. केवलं तस्य दृष्ट्या तत्र तत्र अकारः तत्र तिष्ठति इति कृत्वा तस्मात् पापचक इति इष्टं रूपं जायते इति. अरुणा भगिनी प्रश्नः अस्ति वा भगिनि, कथं वा किमपि मया प्रतिपादनीयम् अत्र भगिनि? वर्गे अनन्तकृष्णमहोदय एकान्य प्रश्न स्थापितवान् इति अस्ति, यदि वयं स्वीकुर्मः लेलिख्य यदि यस्य हल् तस्य यकारस्य लोपः भवति, अकारः इति तिष्ठति, इदानीं कथं वयं च परस्मिन् पूर्वविधौ इति न स्वीकुर्मः? प्रथमं यक अकारस्य लोपः भवेत् यदि यस्य हल् अतो लोपनेन पूर्वसूत्रम् अस्ति 48, यस्य हलति 49 अस्ति. तो यदि यस्य इति ले लिख्य इति भवति अकार माइनस् अस्ति, तो इदानीं कथं वयम् अच पर्वस्मिन् पूर्वविधौ इति न स्वीकुर्मः? तत्र द्वितीय सोपानं भवति यस्य इति यकार अस्ति, यस्य हल अनेन यकारस्य लोपः भवेत्. इदानीं यक् य युक्त अकार अस्ति अच परस्मिन् पूर्वविधो अनेन, तो पूर्णतया इति लोपः भवेत् इति कथं न वै स्वीकुर्मः? अत्र अचः परस्मिन् पूर्वविधौ इति कार्यम् अभवत्, पूर्वविधिकार्यं यदि आगच्छति तदा एव भवति. यस्य हलः इति पूर्वविधिकार्यम् अस्ति वा इति प्रश्नः. अकारलोपः अभवत् यकारस्य पूर्वम् अस्ति, सो यस्य हल पूर्वविधिः भवति. साधु सत्यं, किन्तु तस्मात् उपरि किम् अहं मन्ये किम् एतादृश प्रक्रिया किमर्थं जायते इत्युक्ते, अहं मन्ये तत्र अन्तरङ्गत्वमपि द्रष्टव्यम् इति मन्ये भगिनि. अन्तरङ्गकार्यं बलवत् भवति खलु. तस्य उत्तरं वर्गे दत्तं, यस्य हलनेन विधि कार्यम् अस्ति, यकारस्य लोपः भवति, किन्तु निषेधकार्यं नास्ति. अच परस्मिन् पूर्वविधौ यत्र कुत्र अपि वयं पश्यामः तत्र निषेधकार्यम् अस्ति, यथा पुगन्तलघुपदेशे निषेधः भवति. अचः परस्मिन् पूर्वविधौ इति सूत्रं तु केवलं परिभाषासूत्रमस्ति. तत्र किम् अस्ति, निषेधकं किमपि नास्ति, केवलं तत्र सानिवद्भावः आरोपितं भवति पूर्वविधि अनेन आरोपित आरोपित कृत्वा तस्य अनन्तरं निषेधकार्यं करोति पूर्वविधौ यदि अस्ति इति उत्तरं. भगिनि प्रथमं यदि यकार प्रथमं अतो लोपः इत्यनेन अकारस्य लोपः जायते खलु, अदन्तस्य अङ्गस्य अकारस्य लोपः जायते, तदा किं भवति, ले लिक् यकारः तिष्ठति, तदा किं भवति, अधुना पूर्वविधिकार्यं यस्य हलः इति पूर्वविधिकार्यम् आगत्य कार्यं कर्तुमिच्छति, तस्य दृष्ट्या यकार अकारयोः मेलनमस्ति खलु, तदा यकारस्य लोपः जायते. तत्र कः तत्र आदेः परस्येतेन प्रथम अकारस्य यकारस्य लोपः जायते, तत्र क्लेशः किम् अस्ति इति इदानीं पर्यन्तम् आदेः परस्य वयं न तत्र केवलं यकारस्य इति चिन्तयामः चेत् यकारस्य लोपः जायते, किन्तु अनन्तरम् अधुना द्वितीयपूर्वविधिकार्यम् आगच्छति खलु, आचारपरस्मे तत्र पुगन्तलघुपदस्य च इति, तदा किं तदा इति पृष्टवान् कथम् इति न करणीयं तत्, किन्तु तदनन्तरम् अन्तरङ्गमिति कृत्वा पूर्वं न क्रियते इति मन्ये. तत्र आदौ आगच्छति खलु इति विद्यापुरी उक्तवती निषेधं न कर्तव्यम्, अतः तस्य कार्यं न करणीयम् इति समाधानं दत्तवान्. किं समाधानं दत्तमस्ति अचपरस्मिन् पूर्वविध इति सूत्रं केवलं निषेधार्थं विधिसूत्रं नास्ति इति परिभाषासूत्रमस्ति निषेधार्थं नास्ति सामिवदादेशौ अनल्विधौ इति निषेधस्य भागः वर्तते अतः पूर्वस्मिन् पूर्वविधौ इत्यस्मिन् निषेधः एव नास्ति कुतः निषेधः अस्ति यदि अजादेशः भवति पुगन्धलघुपदस्य निषेधार्थम् अचातोपदाय निषेध इति निषेध पूर्वविधौ कर्तव्ये तत्र साक्षात् सूत्रं निषेधकसूत्रं नास्ति केवलं सानिवद्भावो अनल्विधौ इत्यस्मिन् निषेधकभागः वर्तते किन्तु पूर्वविधौ इत्यस्मिन् निषेधकसूत्रमेव नास्ति किन्तु सानिवद् भवति इति कृत्वा पुगन्तलघु च इति सूत्रं निरवकाशं भवति तत्रापि न कर्तुं शक्यते किमर्थम् इत्युक्ते तत्र अन्तरङ्गं प्रथमं करणीयम् इति बलाबलचिन्तनरूपेण अत्र आगच्छामः यदि तादृशं चिन्तयामः चेत् पुनः प्रायः सम्यक् रूपं प्राप्नुमः वा न जाने तत्र पूर्वविधिकार्यं कार्यद्वयस्य प्रसक्तिः अस्ति चेत् उभयोः पूर्वविधिकार्ययोः तत्र सानिवद्भावत्वं तिष्ठति वा इति मम संशयः अस्ति अवगतं वा मम प्रश्नः अपि अन्यप्रश्नः अस्ति यतो लोप इति पूर्वसूत्रमस्ति यस्य परसूत्रमस्ति तो कथं विप्रतिषेधे इति कार्यं न करणीयम् कारणकी अत्र स्थानी द्वयोः स्थानं भिन्नम् अस्ति विप्रतिषेध तस्य प्रसक्ति एव अन्तरङ्गम् इति अपि अस्ति खलु चिन्तनं न करणीयं कारणकी अतो लोप इति अकारस्य लोपः भवति यस्य अल यकारलोपः अस्ति तर्हि किन्तु यदि वयं यकारस्य अकारस्य लोपं प्रथमं कुर्मः चेत् तत्र समस्या जायते खलु अधोभागे अस्ति मम चिन्तनम् एवम् अस्ति य शब्दस्य इत्यनेन साक्षात् ग्रहणं तु स्थानी तु यः शब्दः अस्ति खलु अकारयकारः स्थानी भवति खलु तदनन्तरं लोपकार सूत्रस्य ग्रहणार्थम् इति कृत्वा तत्र बलाबलचिन्तनं कर्तव्यम् इति मम चिन्तनमस्ति अत्र पश्यामः अग्रे पश्यामः प्रायः मम पठति वा भगिनि सूर्यकुमारी भगिनि अधुना काशिकायाम् इति अस्ति खलु किं लिखितम् इति पश्येम इति अरुणा परिच्छेदं पठितवती तस्य क्षम्यतां भगिनि न दृष्टवती वा लेलिख्य अनन्तरं भगिनि लेलिख्य भगिनि करपत्रं स्वीकृतवती अत्र चुमुन् इति करपत्रं स्वीकृतवती वा आम् आम् तत्र आदिमभागे 7. आदिमभागं गच्छति चेत् द फस्ट् सेक्षन् रैट् यु सी अ लिङ्क् फार् 7. मया एतत् चाट् मध्ये स्थापितं यत् भवद्भिः भवत्या पठनीयं तत् चाट् मध्ये स्थापितम् अस्ति अधुना काशिकायां किं लिखितमस्ति पश्येमः तत् चाट् मध्ये स्थापितवती यदि यदि दृश्यते भवती पठितुं शक्नोति अधुना काशिकायां किं लिखितमिति पश्येम हल उत्तरस्य या शब्दस्य अर्धधातुके लोपो भवति वेविदितव्यम् यस्येति सङ्घातकग्रहणमेतत् तत्र अलोऽन्तस्य इत्येतत् न भवति अथो लोप इत्यनेनैव तस्य सिद्धत्वात् हल इति वा पञ्चमी निर्देशः तत्र आदेः परस इति यकारोनेन लुप्यते सङ्घातग्रहणं किम् ईर्ष्यत मविता हल इति किं लोलुयिता पोपूयिता अत्र हल उत्तरस्य या शब्द सार्वधातुके लोपो भवति काशिकायां मतेन उदाहरणमस्ति बेबिदिता तत्र अत्र चिन्तयामः वा बेबिदिता इत्यस्मिन् तत्र किं भवति बिद् बिद् इति भूत्वा बेबिद् भवति बिद् इति हलन्तधातुः अस्ति तदा पिच् इति भूत्वा बेबिद् इति भवति बेबिद् अनन्तरं यङ् प्रत्ययस्य बेबिद्य इति भवति खलु बेबिद्य इति यङन्तधातुः प्लस् तृच् प्रत्ययः अधुना ता इति अस्ति नो चेत् तुमन् प्रत्ययः तुम् इति अस्ति अधुना बेबिद्य योगः तुम् इति अस्ति तदा किं भवति यशब्दः अकारलोपः या अकारयुक्त यकारः लोपः भवति न अकारयुक्त यकारस्य लोपः न भवति अकारयुक्त यकारस्य ग्रहणं भवति तत्र तदनन्तरं लोपः केन सूत्रेण जायते अलोन्तस्य इत्यनेन लोपः न जायते किमर्थम् अतो लोपः इत्यस्य अग्रे आयास्यति खलु आवश्यकता अस्ति इति कृत्वा अकारसहितयकारस्य लोपः न भवति केवलं ग्रहणं भवति तदनन्तरं लोपार्थं किं सूत्रं प्रयुज्यते आदेहे परस्य इति सूत्रं प्रयुज्यते आदेहे परस्य इति एकनिमिषं पश्यामः वा आदेहे परस्य इति सूत्रं किं वदति आदेहे परस्य षष्टिस्थाने अलः इति अस्ति निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते इत्युक्ते किम् अस्ति निमित्तम् उद्दिश्य यस्य इति अस्ति हलः उत्तरस्य यस्य लोपः इति अस्ति खलु तर्हि निमित्तं तु पञ्चमी अस्तु तर्हि पञ्चमीनिर्देशः हलः इति पञ्चमीनिर्देशः कृतः निमित्तं तु पञ्चमी अस्ति अत्र सप्तमी नास्ति निमित्तम् इति कृत्वा आदेहे परस्य इति सूत्रेण केवलम् आदेहे परस्य इति सूत्रेण यकारः एव लुप्यते न तु अलोन्तस्य इत्यनेन अकारस्य लोपः न जायते इति कृत्वा सङ्गातग्रह इति अवगच्छामः इति अत्र उक्तमस्ति सङ्गातग्रहणस्य विषये तर्हि प्रथमं यकारस्य लोपः जायते तदनन्तरम् अतो लोपः इति नकारस्य जातः तदा सानिवद्भावः अस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इति दृष्ट्या तुमुन् इति आर्धातुकप्रत्ययः अस्ति सार्धातुक क्षम्यतां पुगन्तलघुपदस्य च इति गुणकार्यं भवितुमर्हति बेद् इति भवितुमर्हति क्षम्यतां बेबिदे इति भवितुमर्हति क्षम्यतां बेबेत् इति भवितुमर्हति इतुम् इति प्रत्ययः अस्ति खलु बेबेद् इति भवितुमर्हति तद् न भवति किमर्थं अकारं पश्यति इति कृत्वा तस्य कार्यं न भवति इति उक्तमस्ति तदनन्तरम् उक्तमस्ति यकारः अनेन लुप्यते इति पादेः परस्य सङ्गातग्रहणम् इत्यस्य किमर्थम् अत्र उक्तमस्ति इत्युक्ते यदि ईर्ष्यति अत्र दत्तमस्ति खलु ईता इति अस्ति यकारात् अनन्तरम् इकारः अस्ति तदा यकारात् अनन्तरम् इकारः यदा अस्ति तदा तु अस्य सूत्रस्य यस्य हलः इत्यस्य सूत्रस्य प्रसक्तिः प्राप्तिः न भवति खलु यकारस्य लोपः न जायते यकारः तिष्ठति रूपे अन्तिमरूपे मव्यिता इत्यस्मिन्नपि यकारः तिष्ठति किमर्थम् इत्युक्ते यकारात् अनन्तरं यकारः अकारः नास्ति सङ्गातग्रहणं नास्ति भगिनि अत्र ईर्ष्यधातोः प्रक्रियायाम् ईर्ष्य यकारः अस्ति ईर्ष्य इति नास्ति पूर्णतया यकार अकारयोः सङ्घातः नास्ति केवलम् ईर्ष्य अपि च किं वदामि इडागमः भवति तेन कारणेन तस्य ईर्ष्य इता इति भवति ईर्ष्यति यकार यकारः नास्ति, इकारः अपि नास्ति. यत्र पर्यन्तम् इडागमः न भवति तत्पर्यन्तं केवलं ईर्ष् इति अस्ति. एतत्तु अत्र सनन्तदातु यङन्तदातुः नास्ति. आम् आम् केवलं भाजिगणे अस्ति, भाजिगणे अस्ति, ईर्ष् इति अस्ति. अधोभागे एकैकस्य समाधानं दत्तमस्ति, दत्तमस्ति. अस्तु भगिनि, प्रत्येकस्य प्रत्येकस्य लोह इति किम् इत्यस्मिन् लोलुयिता इत्यस्मिन् लु धातोः लोलुयिता इत्यस्य हल्लुत्तरस्य एकारः नास्ति इति उकारस्य इति कृत्वा पुनः यस्य हलः इत्यस्य कार्यं प्रसक्तिः प्राप्तिः न भवति. अग्रे अहं पठामि. अत्र भगिनी कुत्र स्वीकृतवन्तः इत्युक्ते अत्र लिङ्क् प्राप्तवती खलु. आदिमभागं गच्छति चेत् डु यु सि नम्बर्स् पेज् नम्बर् 7.1, 6.1 इति पश्यति वा? 1, 2, 3 इस् इ कम् डौन् आन् देट् डु यु सि 7.1, 6. डु यु सि 7.6.2 यङ् प्रत्यात् पूर्वः यः वर्णः सः हल् वर्णः इति. Did you see that, Bhagini? I will work on it, Bhagini. I can't see it. In the top of when the page, I have all the entire page numbers quoted, the list. Seven Ardhadatrika Prakranam. Bhagini, go to the Karapatram and within the Karapatram you see, not on the left-hand side. Within the Karapatram, not on the left-hand side, not on the browsing. All the way to the top in the Karapatram. Don't okay. Look at the navigation, page navigation. Look at the top of the Karapatram. Ashtadasa number is the... And then you can see 1, 2, 3, 4, iti. Uh-huh. Atre, come down, do you see 7.1, 6 dot? 6, 2 moon, okay. Oh. Samyata. क्लिक् आन् दट् 7.6.2 यङ् प्रत्यात् पूर्वः यः वर्णः सः हल् इति. ओके, वि आर् समवेर् इन् दट् प्राब्लि फ्यू पेराग्राफ्स् डौन् देर्. ऐ डोण्ट् वाण्ट् टु वेस्ट् युवर् टैम् भगिनि. बिकास् एव्रि वीक् दिस् हेपन्स् रैट्, सो दट्स् ऐ वाण्ट् टु मेक् शूर् यु हेव् द कान्सेप्ट्. अत्र काशिकायां यशब्दस्य आर्धधातुके लोपो भवति इति तु लिखितम् अस्ति, किन्तु तदा लिखितमस्ति यस्य इति सङ्गातग्रहणम् एतत् इति. सङ्गातग्रहणम् इत्युक्ते यत् यकारस्य लोपः एव भवति, न तु अकारस्य. किन्तु तदा यकारलोपः प्रसक्तः, तदा स च यकारः अकारसहितः. अकारः नास्ति चेत् इकारलोपः न जायते. अत्र विशेषतः उक्तं यत् यस्य इति सङ्गातग्रहणम् एतत्. नो चेत् यदि यशब्दस्य लोपः इत्यस्य सामान्यः अर्थः अभविष्यत् तर्हि यस्य इति सङ्गातग्रहणमेतत् इति वदनस्य आवश्यकता नासीत्. यशब्दस्य लोपः इत्यनेन वदनस्य सर्वेषां बोधः तु भवति एव, द्वयोः वर्णयोः लोपः जायमानः. तदानीम् अतिरिक्तं वक्तव्यम् अस्ति यदा सामान्यः अर्थः नास्ति. अस्तु, तर्हि काशिकायां यशब्दस्य आर्धातुके लोपः भवति इति दत्तमस्ति, किन्तु एवमपि लिखितमस्ति यस्य इति सङ्गातग्रहणम् इति लिखितमस्ति. सङ्गातग्रहणम् इत्युक्ते यत् अकारसहितयकारः अपेक्षितः इति. अकारः नास्ति चेत् यकारः लोपः न जायते इति अवबुध्यते. किमर्थम् अतः विशेषतः उक्तमस्ति सङ्गातग्रहणमेतत् इति. यदि केवलं यशब्दस्य लोपः इति चेत्, यस्य हलः इति पूर्णतया लोपः जायते चेत्, तर्हि पुनः सूत्रे व्याख्याने न वक्तव्यं वेल य इति तत्र षष्टी विभक्तिः अस्ति, स्थाने अस्ति इति पूर्णतया तत्र अवगच्छामः एव खलु. सामान्यनियमाः सन्ति इति कृत्वा अवगच्छामः, तदा पूर्णतया ये शब्दस्य लोपः जायते. किन्तु विशेषतः उक्तं किमर्थम् इति चेत् केवलं यकारस्य एव विशिष्टकार्यम् अस्ति अत्र, केवलं यकारस्य एव ग्रहणमस्ति इति अवबोधं किन्तु यत् लोपः जायते किन्तु अकारसहितयकारस्य ग्रहणं भवतु इति अवबोधं यस्य हलः इति काशिकायाम् उक्तमस्ति इति मम अवगमनं अवगतं भगिनि. पुनः सरला भगिनी अस्तु प्रश्न उदेति यत् काशिकाकारस्य च अपरेषां व्याख्याकाराणाञ्च मनसि कुतः विचार आगतः यस्येति सङ्घातग्रहणम् एतत् यस्य हल इति सूत्रे तदर्थमेव यस्य इत्युक्तं न तु यः नो चेत् यः हल् हलः इति सूत्ररूपं स्यात् तेन यकारस्य एव लोप इति स्पष्टतया सूचितः अभविष्यत् किन्तु तदा अकारसहित यकार भवेत् इति तादृशी सूचना न प्राप्येत. यस्य इत्यस्य कथनेन प्रथमाविभक्तौ यः यः इत्यस्य प्रथमाविभक्तौ यकार इति एव नाम यकार एव किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति अधोभागे प्रदर्श्यते. अपि च यथा उक्तम् उपरि यस्य इत्यस्य कथनेन य शब्दस्य इति अर्थं न भवितुम् अर्हति यतोहि तथा अस्ति चेत् अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशस्य अभावात् स्थानिवद्भावः न भविष्यति यस्मात् गुणकार्यस्य सिद्धत्वात् अनिष्टरूपम् आयास्यति. अतः य न उक्तम् इति कृत्वा केवलं सामान्ययकार अपि नास्ति यस्य इति उक्तं चेत् अपि यः शब्दस्य लोपः असम्भवः. अनेन परयवस्थितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः ययकार अकारयुक्तः इति इष्टः अर्थ इति कृत्वा व्याख्याकारैः उक्तं यस्येति सङ्घातग्रहणम् एतत्. अतः पुनः अस्मिन् परिच्छेदे दत्तमस्ति यस्येति सङ्घातग्रहणम् एतत् तस्य समाधानम्. इदानीं य शब्द यत् अस्ति तस्य अर्थं किम् अस्ति यकार इति स्वीकर्तव्यं वा य शब्द य अकारसहित य शब्दस्य स्वीकर्तव्यम्. यदि वयं य शब्दस्य कुर्मः तत्र प्रथमा विभक्ति यथा रामशब्दवत् इति भवति अकारान्तपुल्लिङ्गशब्द यदि य शब्द इति रीत्या स्वीकुर्मः तदानीं यः इति भवति प्रथमा विभक्त्यां यस्य इति षष्ठी विभक्ति भवति यथा यस्य हल इति आगच्छति. किन्तु यदि यकार स्वीकुर्मः तदानीं यकारस्य इति षष्ठी विभक्ति हलन्त यकार शब्दस्य वर्णस्य यः इति भवति षष्ठी विभक्ति यः हल इति रूपं भवेत्. सो यकारस्य एव लोप यदि वयं यथा अस्माकं सूत्रे यकारस्य लोप करणीयं यस्य हल अनेन अति अस्ति तो सूत्रस्य रूपं यस्य हल न भवेत् यः हल इति भवेत्. किन्तु इति तु न पाणिनिना इति न दत्तम् अस्ति यः हल इति न दत्तं सूत्रे तु इति तस्य समाधानं किम् अस्ति अकारसहित यकारस्य एव स्वीकर्तव्यम् अस्ति अतः यस्य इति पदस्य सूत्रे निवेशनम् अस्ति. तो इति प्रथम द्वितीय किं बिन्दुः अस्ति यदि य शब्द इति वयं स्वीकुर्मः तदानीं यस्य हलने यकार अकारसहित यकार परे उत्तरवती अकार इति अपेक्षितमस्ति तदानीमेव यदि यकारस्य प्रथमं लोप भवति तदनन्तरम् अकारस्य अतो लोप भवति तदा अच परस्मिन् पूर्वविधौ तस्य अजादेश आगत्य तत्र कार्यं कर्तुं शक्नोति. यदि य शब्दस्य लोप कुर्मः च अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न भवति तु इति अजादेश न स्वीकर्तव्यं. इति य शब्दस्य यकारयुक्त अकार इति एव स्वीकर करणीयम् इत्यस्य अर्थमस्ति यस्येति सङ्घातग्रहणम् एतत् इति यस्ति यत् काशिकायाम् इति दत्तमस्ति विशेष य शब्दस्य लोपः भवति यस्य हलनेन तदनन्तरं विशेषतया लिखितमस्ति यस्येति सङ्घातग्रहणम् एतत् इति दत्तमस्ति. धन्यवादः भगिनी, बहु सम्यक् अस्ति चर्चा. वयं तु सामान्यतया अहं तु तावत् न चिन्तयामि एव. भवती घोरचिन्तनं करोति भगिनि. न न न, सुखवनमहोदय तत्र अनन्तकृष्णमहोदय ते एव एतादृशं. ओ सुखवनमहोदय, अनन्तरम् इदानीं सुब्रह्मण्यमहोदय तस्य क्रम स्थलं स्वीकृतवान् वा? अस्तु. आमां महोदय अपि, सुब्रह्मण्यमहोदय अपि. मणिमहोदय अग्रे पठामि. अग्रे तत्र अणन्तस्य एतत् न भवति अतो लोपो इति निर्णय एव तस्य सिद्धत्वात्. यस्य हलः इति सूत्रे यस्य इति षष्ठ्यन्तं पदं तदर्थं सूत्रे यस्य लोपः इत्यस्य कथनेन अणन्तस्य इत्यनेन यकाराद यकार उत्तरवर्तिनः अकारः एव लोपः भवति स्म, किन्तु अस्य आवश्यकता नास्ति यतो हि अधोलोपः इति नकारस्य लोप शेत्स्यति. अतः उक्तं यत् अधोलोपः इत्यनेनैव तस्य अकारलोपस्य सिद्धत्वात् अलोन्तस्य इत्यनेन न भवति. अलोन्तस्य इति सूत्रम् अत्र न कार्यं करोति. अधोलोपः इत्यनेन एव अत्र लोपो भवति अकारस्य इति. अल अन्तिमवर्णस्य यस्य इत्यस्य यकारस्य पर्य स्थितः अकारः अधोलोपः इति सूत्रेण एव भवति, न तु अलोन्तस्य इत्यस्य न अनेन. अग्रे पठामि वा महोदय? किमपि वक्तुं शक्नोति चेत् वदतु महोदय. तदा आशिकायां दत्तमस्ति यत् हल् इति वा पञ्चमीनिर्देशः तत्र आदेहे परस्य इति यकारः अनेन लिप्यते. अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमी विभक्तौ तदर्थं लोपः य विधीयते. सः केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति. अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रार्थ विकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम्. अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः, यत् यकारस्य एव लोपः न तु यः शब्दः, तस्य प्रतिपादनार्थम् इतोहि एकः मार्गः अयम्. हल् इति काचिका वदति हल् इत्यस्य पञ्चमीनिर्देशः आदेः परस्य महोदय न अवचामि. अत्र यस्य हलः इति यदा पठामः हलः यस्य लोपः इति भवति खलु सूत्रं पञ्चमी षष्टि इति चिन्तयामः, प्रथमा इति चिन्तयामः, तदा किं वदामः हकार हकारोत् हलः उत्तरस्य यस्य लोपादेशः जायते इति वदामः खलु सूत्रार्थः. तदा हलः इति पञ्चमी निर्देशः अस्ति इत्युक्ते निमित्तं पूर्वम् अस्ति, स्थानी अनन्तरम् अस्ति. यत्र निमित्तं पूर्वम् अस्ति स्थानी अनन्तरम् अस्ति तदा तु निमित्तस्य पार्श्वे कः वर्णः अस्ति? स्थानेः आदिमवर्णः अस्ति खलु, न तु अन्तिमवर्णः. अवश्यं वा सामान्यतया निमित्तं सप्तमीविभक्त्याम् अस्ति इति चिन्तयतु. स्थानी षष्ठ्यमस्ति, तदनन्तरं निमित्तं सप्तमीविभक्त्याम् अस्ति, तदा किम् अस्ति? स्थानिनः अनन्तरं निमित्तम् आगच्छति. तदा निमित्तस्य पार्श्वस्थं किम् अस्ति? अन्तिमवर्णः अस्ति खलु. स्थानेः अन्तिमवर्णः इट् इस् वेरि नियर् टु दि निमित्तम्. तदा तु अन्तिमवर्णस्य लोपः भवति अलोन्तस्य इति सूत्रेण. बट् वेन् द निमित्तं यदि पञ्चम्याम् अस्ति तर्हि पञ्चमी प्रथमम् आगच्छति खलु, हल् वर्णः प्रथमं, तदनन्तरं यशब्दः अनन्तरम् आगच्छति. तदा किं भवति, पञ्चमेः पार्श्वे किम् अस्ति, अन्तिमवर्णः अस्ति वा स्थानिनः प्रथमवर्णः अस्ति वा? If you have something like this, right? You have Y plus Nimittam. Which letter is nearby to Nimittam? Which letter is nearby to Nimittam, Mahodaya? Which letter? Between X and Y, which letter is near to Nimittam? Mahodaya, Bhavantamev Parichya. Is X near to Nimittam or is Y next to Nimittam? Sabdami Nimittam Parayasthi Chet, Sabdami Nimittam Purayasthi Chet, Pajam Nidesham. तदेव तदेव वदन्ति अस्मि, एक्स् वै इति स्थानी अस्ति, निमित्तं सप्तम्याम् अस्ति, इट् मीन्स् इट् कम्स् आफ्टर् वर्ड्स् रैट्, स्थानिनः अनन्तरम् आगच्छति. तदा वै इस् क्लोसर् टु निमित्तं, रैट्? तदा तु वै इत्यस्य लोपः जायते अलोन्तस्य इति सूत्रेण. किन्तु यदि निमित्तं प्रथमम् अस्ति तदनन्तरम् एक्स् वै अस्ति, तदा तु निमित्तं पञ्चम्यां भवति खलु, स्थानी षष्ट्यां भवति. यदि निमित्तं पञ्चम्याम् अस्ति तदा विच् बिट्वीन् एक्स् अण्ड् वै विच् केर् विच् लेटर् इस् नियर्बै टु निमित्तम्? एक्स् इस् नियर्बै टु निमित्तं, रैट्? तर्हि आदेः परस्य यदि पर निमित्तं पूर्वम् अस्ति चेत् परस्य स्थानिनः आदिमवर्णस्य एव तत्र लोपः जायते, कार्यं भवति. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य निमित्तम् अस् पञ्चमी पञ्चमी विभक्ति इत्युक्ते निमित्तं कम्स् बिफोर् दि स्थानी, तदा तु आदिमवर्णस्य लोपः जायते इत्युक्ते यकारस्य यकारः एव न आकारः. यत्र चिन्तयामः यका यदि वयम् एवं स्वीकुर्मः इ आ प्लस् निमित्तम् इति अस्ति इति चिन्तयतु, एवम् अस्ति चेत् तस्य वर्णस्य लोपः जायते अलोन्तस्य इति नकारस्य लोपः जायते खलु. उदाहरणार्थम् अतो लोपः अर्धातुके प्रत्यये परे अतो लोपः इत्यनेन अस्कारस्य लोपः अन्तिमवर्णस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य लोपः जायते. किन्तु अधुना यस्य हलः इत्यस्मिन् हलः हलः इति किम् अस्ति इति हल् हल् अस्ति अत्र हल् अस्ति तदनन्तरं हकारः हल् अस्ति अस्ति. अधुना यस्य हलः इत्यस्मिन् निमित्तं हलः हल्लुत्तरस्य यशब्दस्य लोपः इति वदामः तदा तु यकारस्य लोपः जायते खलु. तदेव उक्तम् अत्र अलोन्तस्य इति कार्यं न भवति. यत्र निमित्तं पञ्चम्याम् अस्ति तत्र अलोन्तस्य इत्यस्य कार्यं न भवति, आदेः परस्य इत्यस्य कार्यं भवति. यत्र निमित्तं सप्तम्याम् अस्ति चेत् अलोन्तस्य इत्यनेन अन्तिमवर्णस्य लोपः भवति. भगिनी पूर्वस्मिन् परिच्छेदे दत्तम् अलोन्त्यस्य आवश्यकता एव नास्ति साधु. कारण कि अतो लोप अनेन कार्यं यदि भवति अलोन्त्यस्य प्रसक्ति तद् मास्तु इति कृत्वा यस्य हल इति सूत्रमस्ति. तर्हि सप्तमी निमित्तम् अस्ति चेत् अलोन्त्यस्य इति सूत्रम् एवं लिखामि निमित्तेः सप्तमी निर्देशः यदि निमित्तेः पञ्चमी निर्देशः तित्पूर्वकार्यं खलु तदा तु आदेः इत्यनेन लभ्यते साधु वा तदेव उत्तमस्ति महोदय एकम् अन्य शुकमहोदयस्य समाधानं सः वदति इति तस्य समाधानं लाघवम् अस्ति तस्य उदाहरणं किम् अस्ति यदि एक कः पुरुषः नेत्रहीनम् अस्ति वयं किं वदामः सः काण अस्ति साधु नेत्रहीनम् एकम् एव अस्ति किन्तु समग्रपुरुषस्य नाम काण वदामः सो यदि अतोलोपनेन प्रथमं कार्यं भवति अकारस्य लोपः भवति सो य एव तिष्ठति तदनन्तरं वयं वदामः यस्य हल आगत्य यस्य हल इति यकार इकाण एव अवगच्छति तो तस्य यकारस्य लोपः भवति इति लाघवम् अस्ति अहं तु न अवगतवती अस्तु यदि यकार अकारयुक्त अस्ति इति वयं यत् कार्यं भवति पाणिनिमहोदयस्य यदि यथा काशिकायां दत्तम् अस्ति यकारस्य प्रथमं यस्य हलस्य अनेन यकारस्य लोपः भवति तदनन्तरम् अतोलोपनेन अकारस्य लोपः भवति तदनन्तरम् अच परस्मिन् पूर्वविधौ अजादेशः भवति साधु इति सर्वाणि इति न करणीयम् सः वदति यदि यथा लोके एक को कः पुरुषः नेत्रहीनम् अस्ति तस्य नाम काणः भवति सो वयं स पुरुषम् एव काणः वदामः तथैव यदि प्रथमम् अकारस्य लोपः भवति अतो लोप अनेन सो यकार यत् अवशिष्यते तस् यकार काण इव भवति काण इव पुरुषः भवति यकार सो तस्य इति मन्तव्यम् अकार तस्य नेत्रहीनम् अस्ति सो इदानीं नेत्रहीनं यकार इति मत्वा यस्य हलस्य कारं भवति यकारस्य यस्य हलस्य लोपः करणीयम् इति तस्य समाधानम् अस्ति हस्तकस्य उपरि गतं भगिनि गतसप्ताहस्य न एतस् गतसप्ताहस्य भवति ध्वनिमुद्रा शृणोतु अग्रे पश्यामः अग्रे कस्य कार्या तावत्पर्यन्तं कृतवन्तः भव्य भगिनी यदा भवती उट्टङ्कनं कुर्वती आसीत् संस्कृतभाषायामपि प्रिडिक्टिव् टेक्स्ट् तत्र मया दृष्टं तत् कथं सेटिङ्ग्स् मध्ये करणीयम् एकनिमिषं भगिनि अहं भगिन्याः कृते अपि अत्र प्रदर्शयामि अधुना एव चिन्तितवती अत्र किं करोमि इत्युक्ते अत्र टूल्स् अस्ति खलु एकनिमिषम् अस्तु एक्स्टेन्शन् इति अस्ति खलु ओ तत् न जानामि गत्वा मेनेज् एक्स्टेन्शन् करोति चेत् अत्र इन्पुट् टूल्स् इति स्थापनीयम् यदि नास्ति चेत् यु हव् टु डु इन्पुट् सर्च् एक्स्टेन्शन् इन्पुट् टूल्स् इति करोति चेत् इन्स्टाल् इति आगच्छति यु केन् इन्स्टाल् टूल्स् आन् द ब्रौसर् तदनन्तरम् अत्र आगत्य यदि इन्स्टाल् करोति तदनन्तरम् अत्र आगत्य यु हव् टु सेलेक्ट् यु हव् टु अत्र आगत्य यु हव् टु एक्स्टेन्शन् आप्शन्स् इति कर्तव्यं यु हव् टु कम् अण्ड् देन् यु चूस् संस्कृतम् अन् देवनागिरि हियर् आन् द सैड् सेटिङ्ग्स् गत्वा ततः कुत्र गन्तव्यं इन्स्टाल् गूगल् इन्पुट् टूल्स् तदनन्तरं वेन् यु इन्स्टाल् इट् यु विल् सी अ बार् हियर् लैक् दिस् देन् वेन् यु सी अ बार् हियर् यु कम् डौन् अण्ड् देन् सी एक्स्टेन्शन् आप्शन्स् अस्तु So click on extension options and then you the icon that shows up there and then you select Sanskritam from there. Awesome. Once you select it, then you'll start seeing the job done. Prayatnam karomi. Tadanantaram bhagini atra asti kalu drishyate va mama patalam bhagini Suryakumar bhagini drishyate atra gachati chet etadeva vadanti asam. If you go here the front top of the page, this is the email I sent, right? This is the email I sent. So this link, go to the link. Pradhamam dhvani mudrani asti. You hear, ignore the dhvani mudrana. Contents iti asti, kalu here. This section, not the navigation section, this content section. Okay. Iti adho bhagi agachati chet. 7 dot antima bhag, yanganta. 7.6 is just 2 iti asti. Okay. Here, you come to this section, yase halaha. So we started with this. Okay. And then we have, right now we have studied until kutaha paryanta, kutaha paryantam, atra. Itaha paryantam iti mani. We completed that. I think we completed this. Here. Tada kashikayam datamasti iti tavad vyatkan. We have completed until adehe, whatever comes before adehe parasya. Okay. Do I need to update my molapatram like vishwasamskriti.com? No, but you can always access the link, right, in the class, because yeah. Mohan has updated the karapatram. Okay. Tachamitam, Bhagini. Viramama. धन्यवादः शुभदिनं महोदय भवते.